पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 99 यम उवाच बभूव भूपतिपूर्वं ख्यातो नाम्ना महीरथः पूर्वपुण्यफलावाप्तप्रभूतैश्वर्यसम्पदः केवलं कामकलना ललना ललितस्थितः तदेकव्यासनासक्तिर्न धर्मार्थव्यवस्थितः मन्त्रिणिन्यस्य राज्यश्रीर्बुभुजे विषया नृपः स कामिनी सहचरो राज्यकार्यपराङ्मुखः न प्रजानधनं धर्मं नार्थं कार्यं च पश्यति केवलं कामिनी केलि कलनोचितवासनः अथ काले न महदा पुरोधास्तस्य कश्यपः वच्छ प्रोवाच तं धर्म्यमिति चेतस्य चिन्तयद न वारयदि यो मोहा दधर्मा नृपतिं गुरुः सोऽपि तत्पापभुक्तस्माद्बोधनीयः पुरोधसा बोधितोऽप्यवजानादि स चेद्वाक्यं पुरोधसः पुरोधास्तत्र निर्दोषो राजा स्यात् सर्वदोषभाक शृणु राजन्मम गुरोर्वचो धर्मार्थसंहितम् अभिन्नार्थमुपेतार्थमिच्छारागादिवर्जितम् अयमेव परो धर्मो यद्गुरोर्वचसि स्थितिः गुर्वाज्ञायालवो राज्ञामायुश्रीसौख्यवर्धनः न विप्रास्तर्पिता दानैर्विष्णोर्नाराधितत्वया न व्रतं न तपः किञ्चिन्न तीर्थं हि कृतं त्वया हरिनामत्वया कामवशगेन न चिन्तितं हा त्वया भीरुसङ्गत्या न विद्वत्सङ्गतिकृता स्मर चामरवाहिन्यो वल्लभा कस्य न प्रियः किन्तु ताः पवनोल्लोलकदलीदलवच्चलाः तरङ्गतरलैर्धैर्भोगैर्भ्रूभङ्गभङ्गुरैः मुहूर्तपेयैस्तारुण्याय न तृप्यन्ते महाशयाः किं विद्यया च तपसा किं त्यागेन नयेन वा किं विविक्तेन मनसा स्त्रीभिर्यस्य हृदं मनः एक एव सुहृद्धर्मो निधनेष्वनुयादियः सर्वमन्यशरीरेण समं नाशं गमिष्यति धर्मं शनैः सञ्जिन्वयाद्वाल्मीकमिव बुद्धिकाः धर्मेण हि सहायेन तमस्तरदि दुस्तरम् अनिलोल्लासितोत्तालजलकल्लोलचञ्चलम् किं न जानासि राजेन्द्र नृणां जीवितविभ्रमं विनयो रत्नमुकुटः सत्यधर्मौ च कुण्डले त्यागश्च कङ्कणो येषां किं तेषां जडमण्डनैः मृदं शरीरमुत्सृज्य काष्ठलोष्ठसमं भुवि विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति गम्यमानेषु सर्वेषु क्षीयमाणे यथायुषि जीविते लुप्यमाने च किमुद्धाय न धावसि कुटुम्बं पुत्रधारादिशरीरं द्रव्यसञ्चयः पारक्यमध्रुवं किन्तु स्वीये सुकृतदुष्कृते यदा सर्वं परित्यज्य गन्तव्यमवशेनते अनर्थे किं प्रसक्तस्त्वम् स्वधर्मं नानुतिष्ठसि अविश्राममनालम्बमपाधेयमदेशिकं मृदकान्तारमध्वानं कथमेको गमिष्यसि न हि त्वां प्रस्थितं कश्चित् पृष्ठतोऽनुगमिष्यति सुकृतं दुष्कृतं च त्वां यास्यन्तमनुयास्यति श्रुतिस्मृत्युदिदं कर्म कुलदेशोचितं हितं धर्ममूलं निषेवस्व सदाचारमदन्द्रिदः परित्यजेदर्थकामौ स्यादां चेद्धर्मवर्जितौ धर्मेण प्राप्यते सर्वमर्थकामाधिकं सुखम् इन्द्रियाणां जयं योगं समातिष्ठेद्दिवानिशम् जितेन्द्रियो हि शक्नोति पथि स्थापयितुं प्रजाः अधिप्रगल्भललनाकडाक्षचपलाश्रियः विनये प्रणिधानेन चिरं तिष्ठन्ति भूभुजां कामदर्पादिशीलानामविचारितकारिणाम् आयुषा सहनश्यन्ति सम्पदो मूढचेतसां भूतिभिर्नष्टदृष्टाभिर्नृत्यन्तेन महाशयाः नागताभिर्न यादाभिर्नदीभिश्चीयतेऽम्बुधिः व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते व्यसन्यधोधो व्रचति स्वर्गाम्यव्यसनी नृपः व्यसनानि दुरन्तानि कामजानि विशेषतः त्यज तस्मान्महाराजकामं धर्मविरोधिनं जडानामविवेकानामसुराणां दुरात्मनां भाग्यभोग्यानि राज्यानि सन्त्यनीतिमतामपि नैव स्थिराणि तानिह दुरितैरनुसेवितैः विलीयन्ते यथा वह्नि संसर्गेणेन्धनानि च गच्छतस्तिष्ठतो वापि जाग्रतस्वपतोऽपि वा न विचारपरं चेदो यस्यासौ मृतये वसः उपदेष्टा श्रुतवदम् गुरुरित्युच्यते यतः किन्तु त्वासन्न विपदामुपदेशाशिरोरुहाः विषयज्वरमुत्सृज्य समया स्वस्थया धिया युक्रिया च व्यवहारिण्या स्वार्थप्राज्ञेन साध्यते अशुभाचलितं व्याधिशुभं तस्मादपीतरम् जन्तोश्चित्तं च शिशुवस्तस्मात्तच्चालयेद्बलाद उपधार्यमतिं राजन्वृद्धानां धर्मदर्शिनां नियच्छेत्परया बुद्ध्या चित्तमुत्पाथगामि यत् न धनान्युपकुर्वन्ति न मित्राणि न बान्धवाः न हस्तपादचलनं न देशान्तरसङ्गतम् न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः केवलं तन्मनस्कस्य जपेनासाध्यते पदं विषये वर्तमानस्य तस्माच्चित्तस्य संयमे यत्नं कुर्याद्बुधो राजन् ध्रुवं यन्देव वाजिनां तत्तत्कुर्याद्यतो राजन् भवता येन वञ्चितः मुनिभिश्च बलैस्तैस्तैर्अदोऽप्याकर्णयाधुना मुह्यतापि मनुष्येण प्रष्टव्या सुहृदो बुधाः तेजपृष्टा यथा ब्रूयुस्तत्कर्तव्यं यथोचितं सर्वोपायेन कर्तव्यो निग्रहकामकोपयोः श्रेयोर्धिना यतस्तौ हि श्रेयो खादार्थमुद्यतौ कामो हि बलवान् राजन् शरीरस्तोरिपुर्महान् न तस्य वशको भूया जनश्रेयोऽभिलाषुकः यः कामो देवदेवेन पुरा तेनैव शूलिना ललाडवह्निना दग्धः कृतोऽनङ्ग इति स्थितिः यदा वाञ्छत्यसौ नारीं निहन्तुं समनोभवः पुंसां कायं समाश्रित्य स्वरूपं दर्शयत्यसौ चिन्त्यमानस्य वै पुंसो नार्यारूपं पुनः पुनः तमदृष्टं समाश्रित्य नरमुन्मादयत्यसौ तथैवोन्मादयत्येष योषिदङ्गं न संशयः स्मर संस्मरणान्नाम जातं तस्य ततो नृप यादृश्यस्तादृशो रङ्गो वस्त्रं वीरसमाश्रयेद आत्मतेजप्रकाशात् सोऽश्रुधारा पेयदां व्रजेद नार्यारूपं समारुह्य धीरं समपि मोहयेद पुरुषं तु समाश्रित्य द्राव यत्येष योषितं स एव सहजो राजन्न शरीरी शरीरगः शरीरकस्यापि विभो कथं पापं विधीयते यं प्राप्यादिपवित्राणि पञ्चगव्यहवींषि च अशुचित्वं क्षणं यान्ति कोऽन्यस्यादशुचिस्ततः जिघ्रन्नपि स्वदुर्गन्धं पश्यन्नपि मलं स्वकं न विरज्यति लोकोऽयं पीडयन्नपि नासिकां हृद्यान्नमन्नपानानि यं प्राप्य सुरभीणि च अशुचित्वं प्रयान्त्याशु कोऽन्यस्यादशुचिस्ततः यस्योदरकदं चान्नं स्वं हि रूपं परित्यजेद कृमिमिश्रममेध्यत्वं शीघ्रं प्रज्ञायते किल तथापि देहे भूपाल निजरूपं परित्यजेद शुनतां यादि वै पश्चात् कृमिदुर्गन्धिसङ्कुले जायन्ते तत्र वै यूकाः कृमयो वानसंशयः स कृमिकुरुदे स्फोटं कण्ठूश्च परिदारुणः व्यथामुत्पादयेद्भूयः सर्वाङ्गं परिचालयेत् नखाग्रैर्घृष्यमाणा सा कण्ठूशान्ता प्रजायते तद्वत्सुखं भवत्येव सुरतस्य न संशयः भुजत्येवं रसान्मर्त्य सुभक्षान् पिबदे पुनः तत्रस्थं भजदे वह्निरपाने पादयेन्मलं सारभूतो रसस्तत्र उद्रिक्तस्तु प्रजायते निर्मलशुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च आकृष्टः स समानेन नीतस्तेनापि वायुना स्थानं न लभते वीर्यं चञ्चलत्वेन वर्तते प्राणिनां हि कपालेषु कृमयः सन्ति पञ्च वै द्वावेदौ कर्णमूले तु नेत्रस्थाने तद पुनः कनिष्ठाङ्गुलिमानेन रक्तपुच्छाश्च भूपते नवनीतस्य वर्णेन कृष्णपुच्छानसंशयः तेषां नामानि भद्रं ते मत्तो निगदधशृणो पिङ्गली शृङ्गली नाम द्वौ कृमी कर्णमूलयोः शृङ्गली जाङ्गली चान्यौ नेत्रयोरन्तरस्थितौ कृमीणां शतपञ्चाशत्तादृग्भूतानसंशयः ललाडान्तस्थिताः सर्वे राजिकाया प्रमाणतः कपालरोगिणः सर्वे कुर्वन्ति न संशयः अन्यमेवं प्रवक्ष्यामि प्राजापत्यो महाकृमिः स तण्डुलप्रमाणेन तद्वद्वर्णेन संशयः केशद्वयं मुखे तस्य विद्यते शृणुभूपदे प्राणिनां संशया बुद्धिस्तत्क्षणाद्धिनसंशयः स्वस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे तद्वीर्यं रसरूपेण पततेनात्र संशयः सुखेन पिपदे वीर्यं तेन मत्तप्रजायते तालुस्थानं प्रभेद्यैव चञ्चलत्वेन वर्तते इडा च पिङ्गलानाडी सुषुम्ना तत्र संस्थिताः स्वबलेनापि तस्यैव कम्पितानाडिकाक्षणं कामकण्ठू भवेद्राजन् सर्वेषां प्राणिनां किल नरस्य स्फुटदे लिङ्गं नार्या योनिश्च भूपते स्त्रीनरौ च प्रमत्तौ तौ गच्छदसङ्गमं ततः कायेन कायं सङ्घृष्य मैथुनेन हि जायते क्षणमात्रं सुखं तत्र पुनः कण्ठूश्च तादृशी सर्वत्र दृश्यते वीरभाव एवंविध किल विरसपरिपाकोऽयं विषयस्य न संशयः धर्म एव पुनः श्रेयान्विधिना समनुष्ठितः धैर्यमालम्ब्य च ततो धर्ममेव समाचर श्वास एष चपलः क्षणमध्ये यो गदागद शतानि विधत्ते जीवितं तनुभृदां तदधीनं कः समाचरति धर्मविलम्बम् दशमीमपि यादस्य चेतो नाद्याभिभूपदे विषयेभ्यो निषिद्धेभ्यो आहान विरमेच्छलं न जादुकामकामानामुपभोगेन शाम्यदि हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते पुञ्छल्यापहृदं चित्तं कश्चान्यो मोचितुं क्षमः आत्मा रामेश्वरमृदे भगवन्तं च माधवं तस्मात् सर्वं निष्फलत्वं प्रयातं कामकस्मलाद वह्यस्तेऽप्यधुना भूप समाचारहितं निजं वदाम्यकं तप नृपहितं सर्वोत्तमोत्तमं पुरोहितो यतस्थेकं सदसत्कर्मभागपि एतत् सर्वपुण्यानि पापनाशाय पापिनाम् एकदो माधवे मासो माधवस्य प्रियः सदा ब्रह्महत्यासुरापानं स्थेयं गुर्वन्दनागमः महान्तिपादकान्येव कीर्तितानि मुनीश्वरैः तत्र यन्मनसा काये व्रतेनापि कृतं नरैः नाशयेन्माधवो मास सर्वं पापतमो महद दिवाकर इव ध्वान्दं नाशयेन्नृपसर्वशः तदा श्रीमाधवो मासस्तमाचरविधानदः आजन्मनोऽपि विहितानि महान्तिराजन् घोराणि तानि दुरितानि विहायमत्याः वैशाखमासविहिता चरणप्रभावपुण्येन ते हरिपुरं मुदिता लभन्ते यद्येकमपि वैशाखमाचरन्ति विधानतः धावदपापिनोऽप्यन्ते प्रयान्ति हरिमन्दिरं तस्मात्त्वमपि राजेन्द्र मासेऽस्मिन् माधवेऽधुना प्रादश्नत्वविधानेन समर्चय मधुद्विषं तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा नश्यन्ति क्रियया वीरपुरुषस्य तथा मलः जीवस्य तण्डुलस्येव सहस्योऽपि मलो महान् नश्यत्येव न सन्देहस्तस्मात् कर्मोदिदं कुरु इति श्रीपद्मपुराणे पादालखण्डे वैशाखमाहात्म्ये नवनवतितमोऽध्यायः ॐ